नमस्कारः. यङन्तदातवः इति करपत्र आरम्भं कुर्मः, करपत्रस्य आरम्भं कुर्मः. अरुणवती पठतु. आरम्भतानि. आं भगिनि, महोदय तु वर्गद्वयं पाठितवान्. वयं तु सर्वम् एकस्मिन्नेव वर्गे अस्माभिः पठनीयं. तर्हि वयं स्थूलरूपेण वयं दृष्ट्वा वयं गच्छामः आरम्भतः. यत्र केवलम् आत्मनेप सिद्धतिं प्रत्याः सन्ति तत्सर्वं वयं त्यक्त्वा किञ्चित् शीघ्रं गच्छामः. अनन्तरं द्वित्वकार्यं तु वयं जानीमः एव, तत्सर्वं वयं न कुर्मः. अग्रे गच्छामः. यङन्तदातवः यङ् लुगन्तदातवः च समानार्थे भवन्ति. भेदः केवलं रूपे प्रक्रियायां च. कुत्रचित् प्रयत्नं प्रक्रियासाम्यं वर्तते, ततः अग्रे महान् भेदः अपि अस्ति. अस्य पाठस्य आरम्भे यत्र साम्यम् अस्ति तत् प्रदर्श्यते, अनन्तरं प्रक्रिया भिन्ना कथमिति प्रतिपाद्यते. प्रथमं यङन्तदातवः यङ् लोगन्तदातवः अर्थं सामान्यमेव केवलं रूपम् एव भिन्नमस्ति, प्रक्रियायामपि भेदः अस्ति. रूपे प्रक्रियायां च भेदः रूपभेदमस्ति. कुत्र भेदः सामान्यता अस्ति पदं वदामः, परन्तु सामान्यतया केवलं नमस्ते महोदय. नमस्ते महोदय. नमस्ते महोदय. नमस्ते नमस्ते. सामान्यतया अधिकं नास्ति, अग्रे भेदः अपि महान् अस्ति. अतः वयं प्रथमं सामान्यं पठामः, तदनन्तरं भिन्न कथमिति प्रतिपाद्यते. पुनःस्मरणार्थेन वक्तव्यं, यङन्तदातूनां निर्माण अवसरे आर्धधातुकप्रक्रिया आश्रियते. आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः. भगिनि एकनिमिष, अत्र साम्यं नाट् न किं वदतु वक्तुम् इदानीं. साम्यमेव अहं वदति भगिनि. समानस्य एव भावः साम्यं भवति. तर्हि साम्यं वदामः, नो चेत् समानं वदामः, उभौ अपि साधु एव. द्वे अपि साधु. आं भगिनि, समानस्य भावः साम्यम्. अस्तु, धैर्यं, धीरस्य भावः धैर्यं, लैक् देट्. आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः. इयम् आर्धधातुकप्रक्रिया उपपद्यते त्रिषु स्थलेषु. आतिदेशकधातूनां साधनावसरे धातुभ्यः ये धातुप्रत्ययः विधीयन्ते ते आर्धधातुकसंज्ञकाः. यथा सन्, निच्, यङ् इति द्वादशधातुप्रत्ययाः. द्वितीयं लकाराणां तिङन्तसाधनावसरे धातुभ्यः यः विकरणप्रत्ययः यथा लुटि स्या अथवा यः तिङ् प्रत्ययः यथा आशीर्लिङ्गे यात् विधीयते सः अधुधातुसञ्ज्ञः चेत्. तृतीयं कृदन्तसाधनावसरे धातुभ्यः यः प्रत्ययः विधीयते सः अधुधातुसञ्ज्ञः चेत्. अतः आहत्य अर्धधातुकप्रक्रिया घटित आतिदेशकधातुनिर्माणे लकाराणां तिङन्तनिर्माणे कृदन्तनिर्माणे च. अत्र यङन्तस्य अर्धधातुकप्रक्रिया आतिदेशकधातुनिर्माणमेव. एकवारम् आतिदेशकधातुः यदा सिद्धः ततः अग्रे विशिष्टकार्यं नास्ति, यतोहि सर्वे यङ्गन्तदातवः अदन्ताः आत्मनेपदिनश्च, यङ्गन्तेभ्यः शाप् विधीयते, अतः भवादिगणे आत्मनेपदि धातुभ्यः रूपाणि यथा भवन्ति तथैव अत्रापि. प्रथमम् अत्र विस्तीकरणं भवति आर्धधातुकप्रक्रिया किम् अर्थं किम् इति. यङ्गधातूनां निर्माणविषये आर्धधातुकप्रक्रिया उच्यते. आर्धधातुकप्रक्रिया इत्युक्ते किम् इति चेत् धातुभ्यः यः प्रत्यय विद्यते सः आर्धधातुकसंज्ञः. उदाहरणं त्रिषु स्थलेषु आर्धधातुकप्रक्रिया उपयुज्यते. आदिदेशिकधातूनां साधनानुसारे धातुभ्यः धातुप्रत्ययः विधीयन्ते, ते आर्धधातुकसंज्ञः. वयं जानीमः षण् णिच् यङ् इति द्वादशधातुप्रत्ययाः सन्ति. द्वितीय स्थलं लकाराणां तिङ्गन्तसाधनावसरे धातुभ्यः उदाहरणं लुटि अत्र विकरणप्रत्ययस्य आगच्छति. तदेव तथा एव आशीर्लिङ्गि यात् इति विकरणप्रत्यय विधीयते, ते तदपि धातुसंज्ञः अस्ति. तृतीयं कृदन्तसाधनावसरे धातुभ्यः यः कृत्प्रत्ययः विधीयते तदपि आर्धधातुकसंज्ञः. वयं जानीमः क्ता प्रत्यय तव्य नेयर् ते सर्वे अपि आर्धधातुकप्रत्ययः. अतः आर्धधातुकप्रक्रिया घटिता आदिदेशिक धातूना निर्माणे लकाराणां तिङ्गन्तरूपेण कृदन्तनिर्माणे च प्रयुज्यन्ते. अतः यङ्गन्तस्य सार्वधातुप्रक्रिया आदिदेशिकधातुनिर्माणमेव. एकवारं वयम् आदिदेशिकधातु कथं सिद्धम् इति परिशीलयामः. अग्रे विशिष्टकार्यं नास्ति, यतोहि सर्वे यङ्गन्तदातवः अदन्तदाताः तदेव शप् अपि विधीयते. अतः भवादिगणे आत्मनेपदि धातुभ्यः रूपाणि यथा साधयामि तदेव अत्रापि कुर्मः. प्रतिपादयति वा एकवारम् आरम्भतः भगिनि? न अवगतं भगिनि. यङ्गन्तधातुनिर्माणावसरे आर्धधातुकप्रत्यये उपयुज्यते. कुत्र अपि विधीयते इति चेत् तिङ्गन्तरूप लुट् लकारे आशीर्लिङ्ग् लकारे अत्र अपि विकरणप्रत्यय वर्तते. तद् समये अपि आर्धधातुसैन्यः प्रक्रिया तथा कृदन्तसा अपि धातुभ्यः कृत् प्रत्यय विधीयते, अत्र अपि आर्धधातुसैन्यः प्रक्रिया भवति. यङ्गन्तदातः आतिदेशकदातवः अपि अदन्तदातवः तु ततः आत्मनेपदिनश्च यङ्गन्तेभ्यः शप् विधीयते. अतः प्रत्यय तिङ्प्रत्ययविषये भवादिगणे आत्मनेपद धातुभ्यः रूपाणि एव अत्रापि सिद्ध्यति. धन्यवादः. अग्रे पुष्पा भगिनी पठति वा? धन्यवादः. पङ्क्तिद्वयं पठति वा? यङ्गन्तप्रक्रिया अनिडादिश अन्यतमा यङ् प्रत्ययः वलादिः नास्ति, अतः आर्धधातुकस्य इड्वलादेः इत्यस्य वशात् इडागमस्य अवसरः नास्ति. वलादि नास्ति. प्रेरणार्थेन कर्मणि भावे यत् उच्चैः पठति वा भगिनि? न्यूनं जायते मध्ये वाल्यूम् किन्तु मध्ये मध्ये भवती यदा स्वयं सम्भाषणं करोति ददातु आगच्छामः. अस्तु. यङ्गन्तप्रत्ययप्रक्रिया अनेडादिषु अन्यतमा. यङ् प्रत्ययः I try to read it to myself again in my mind, probably, that's why. Astra. Astra. Yang pratyaha valadihi nasti, ataha ardhadatukasya idvaladihi ityasya vashat idagamasya avasaraha nabhavati. Prerarte nich karmani bhaveyak parasmaipade ashirling yang luk yang यङ् च इत्येते सर्वे अनिडादयः. क्रमेण येषां पाठः जायमानः. एतावता प्रेरणार्थेणि च कर्मणि भावे यत् परस्मैपदे आशीर्लिङ्ग् यङ् लुक् इत्येते समाप्ताः. सम्प्रति यङ्गन्तप्रक्रियाः. यङ् लुक् प्रथमं कारितं यतोहि तस्मिन् यङ् निमित्तीकृत्य अङ्गकार्यं नास्ति. यङि अङ्गकार्यस्य अङ्गकार्यस्य बहुल्यम् इति कारणेन अधिकं जाटिल्यम् अस्ति. अत्र अनिडादिषु यङ्गन्तप्रक्रिया अन्यतमा इति वदनेन तत् अन्यता अस्ति इति न भगिनि. आं भगिनि, आम् एकमस्ति इत्युक्ते इट् इस् वन् आफ् दोस् इति. अन्यतमा अस्तु. यं प्रत्ययः तु वलादिः नास्ति, तथैव आर्धधातुकस्य इड्वलादेः इत्यस्य वशात् इदागमस्य अवसरः नास्ति. आर्धधातुकस्य इड्वलादेः सूत्रेण प्रेरणार्थे निच्छस्ति कमिणिभावे याक् परस्मैपदे आशीर्लिङ्ग् यङ् लुक् यङ् यङ् च तद् यङ् तु धातु सर्वे धातु यङ् तत् कार्यं न तद् यङ् लुक् न यङ् च तत्र न अवगच्छामि भगिनि, प्रश्नं न अवगच्छ. यङ् लुक् अस्ति परे यङ् यङ् च इति वदति. तत्तु यङ् यङ् यङ् यङ् अस्ति तद् तद् सर्वे अनिडादयः इति वदति न जाने भगिनि. अनिट् अस्ति किमर्थम् इत्युक्ते वलादिः नास्ति इति कृत्वा अनिट् भवति. इड् वलादेः इति सूत्रमस्ति खलु. वयं पठामः एते सर्वे प्रेरणार्थेणि च कामिणिभावे यक् आशीर्लिङ्ग् परस्मैपदे आशीर्लिङ्ग् यङ् लुक् इति वयं पठितवन्तः. सम्प्रति यङ्गन्तप्रक्रियाः ते सर्वे यङ्गन्तप्रक्रिया यङ् लुक् प्रथमं कारितम् इति वदनेन वयं कृतं ऐ मीन् यङ् लुक् प्रथमेव करणीयं यतोहि तस्मिन् यङ् निमित्तीकृत्य अङ्गकार्यं नास्ति. यङ्ग्लुक् इमिजि नास्ति, कोऽपि अङ्गकार्यं नास्ति. यङ् अङ्गकार्यस्य बाहुल्यं इति वदनेन तत् कुत्र अप्रवृत्ति इति जाटिल्यम् अस्ति तादृशं. कुत्र अस्ति कुत्र नास्ति इति न कुत्रचित् भवति कुत्रचित् न भवति तर्हि एकं भवति इति वक्तुं न शक्यते. सर्वे अस्ति, सर्वे अङ्गकार्यम् अस्ति इति न वक्तुं न शक्नुमः. अस्तु अस्तु, पठामि. यङ् प्रत्ययः केभ्यः या धातुभ्यः विधीयते, केषु च अर्थेषु? द्वादशसु धातु धातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः. वारं वारम् अथवा अधिक अधिकाधिकम् इत्यस्मिन् अर्थे भवति. यथा निच् अपि च सन् अस्य यङ् प्रत्ययस्य धातूना धातुना संयोजनस्य संयोजनेन नूतनधातुः निर्मितः भवति. तदा यङन्तधातुः इति वदामः. यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः भवति अपि भवितुम् अर्हति. यत्र यङ् लुक् भवति तत्र यङ् लुगन्तधातुः इत्युच्यते. यङ्गन्तानां यङ्लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते. अस्तु, अत्र द्वादश धातुप्रत्ययेषु यङ् यङ् प्रत्ययः एक अन्यतमः अस्ति इति. वारं वारम् एककार्यं वारं वारम् अथवा अधिकाधिक इत्यस्मिन् अर्थे यङ् प्रत्ययस्य उपयुक्तम् अस्ति. यथा निच् अपि सन् अस्य यङ् प्रत्ययस्य धातूनां संयोजनेन नूतनधातु आगच्छति. निर्मितं कुर्मः अत्र. हा, तदेव यङ्गन्तधातु इति. नूतनधातु दातुं नु यङ्गन्तधातु इति उक्तम्. अत्र वैशिष्ट्यं, हा तदेव, कोऽपि अस्ति कोऽपि नास्ति इति उक्तं न, अङ्गकार्यं तदेव वैशिष्ट्यम् अस्ति. यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यमस्ति तद् यत् तस्य लोपः अपि भवितुम् अर्हति. तत्र यङ् प्रत्ययस्य लोपः अपि लुक् इति तदेव यङ् लुक् भवति. यङ् लुक् लुगन्तधातुः अत्र लुक् अस्ति चेत् तद् यङ् लुगन्तधातुः इति उक्तम्. अत्र यङ् लुगन्तानां यङ् लुगन्तानां सेम्, हा यङ्गन्तानां यङ् लुगन्तानां ते सर्वे रूपं ते द्वे अपि समानः, परन्तु रूपं अत्र द्विरूपं द्विरूपं या त्रीणि रूपाणि आगच्छन्ति न विभाषा इति कोऽपि आगच्छन्ति तदेव. सम्यक् न जाने पश्यामः, परन्तु रूपं विद्यते विद्यते इति विद्यते. धन्यवादः भगिनि. मणिमहोदय पठति वा महोदय, अनन्तरम् अहमपि पठामि. आं महोदय, यथा उदाहरणं पट् योग यम् पापट्य इति यङ्गन्तधातुः, पट् योग यम् पापट्य यम् लुक् पापट् इति यम् लुगन्तधातुः, पापट्य इति अदन्तधातुः, पापट् इति हलन्तधातुः. रूपं विद्यते किन्तु अर्थः समानः. यम् लटि पापट्यते यम् लुगन्तस्य लटि पापट्टि. उभयत्र वारं वारम् अथवा अधिकवारम् अधिकाधिकं पठति इति अर्थः. अत्र किं दत्तमस्ति पट् इति औपदेशिकधातुः यङ् प्रत्ययः आदिदेशिकप्रत्ययः इत्यनेन पाप्ना यङ् प्रत्ययः योजनात् अनन्तरं पापत्य इति रूपं भवति. पापत्य इति आदिदेशिकधातुः यदा वैशिष्ट्यमस्ति अत्र यङ्गन्धधातुः लुक् अपि भवति अतः पापट्य इति रूपं यङ्गन्धधातुः अतः लुक् यङ्ग् लुक् भवति चेत् रूपं पापट् इति भवति. अनन्तरं पापट् इति हलन्धधातुः पापट्य इति यङ्गन्धधातुः आजाति न अदन्त अदन्तधातुः इति रूपं भवति आग्नेयपदि अधः अधदातुः अधः अत्र आग्नेयपदिरूपं यङ् लटि पापटेते इति भवति. यङ् लुगन्धस्य अनन्तरं यकारलोपस्य अनन्तरं पापटि भवति. परन्तु रूपं विद्यते परन्तु समान अर्थेन अधिक अधिकम् अथवा वारवारं मध्ये अर्थेन एव द्वयोः अपि. अग्रे पठामि वा महोदय? आं महोदय, अग्रे सूत्रस्य अन्तपर्यन्तम् अग्रिम. ओके, तर्हि यं प्रत्ययस्य वारं वारम् अथवा अधिकाधिकम् इति सामान्य अर्थः व्याकरणे अस्य एव अर्थस्य व्यक्तिकारणार्थं क्रियासमाभिहारे इति पदं भवति. पौनः पुण्यं वृजासिद्धः च क्रियासमाभिहारे इति सम्प्रति द्रष्टव्यं सप्तमी प्रत्ययं नास्ति, क्रियासमभिहारः इति विसर्गः अस्ति तत्र. पौनःपुण्यम् इत्युक्ते पुनः पुनः इति पौनःपुण्यम् इति. अनन्तरं भृशार्थ इत्युक्ते भृशम् इत्युक्ते बहु इति अर्थः. किम् अस्ति, तीक्ष्णं बहु इति भवति खलु, अधिकम् इति अर्थः. पुनः पुनः नो चेत् अधिकम् इति अर्थं भवति क्रियासमभिहारः. तस्य कृते क्रियासमभिहारः इति शब्दः अस्ति. क्रियासमभिहारः इत्युक्ते पुनः पुनः नो चेत् अधिकम् अधिकम् इति. क्रियासमभिहारे अपि पुनः पुनः अधिकाधिकं वा? आम्, क्रियासमभिहारः इत्युक्ते किम् इत्युक्ते पुनः पुनः इत्यपि भवितुम् अर्हति, नो चेत् अधिकम् इत्यपि भवितुम् अर्हति. अस्तु, धन्यवादः महोदय. सूत्रं पठामि. धातोरेका च हलादेयक्रियासम्भवे यङ् वारं वारम् अथवा अधिशार्थे क्रियासमभिहारो इति अस्ति. सप्तमी, धातोरेका च हलादेये क्रियासमभिहारे यम् वारं वारम् अथवा अधिकार्थम् अधिशयार्थम् हलादिः एकाचि धातुः यङ् प्रत्ययः भवति. पौनः पुण्यं विजासे मध्ये त्यजति भवान्. किं महोदय? धातुभ्यः इति दत्तमस्ति. धातु यङ् प्रत्ययः इति किञ्चित् मन्दं पठति वा? शीघ्रं शीघ्रं मास्तु, भवान् किञ्चित् शीघ्रं पठति. अस्तु महोदय. वारं वारम् अथवा अधिशयार्थे हलादिः हलादि एकाचि धातुभ्यः यङ् प्रत्ययो भवति. पौनः पुण्ये वृजार्थे च द्याद्ये धातोर् एकाचो हलादेर् हलादे यङ् स्यात् एकाच् एकाच् यस्मिन् स एकाच् बहुविधिः तस्मात् एकाचः. हल् आदिश्यस्य स हलादिः बहुविधिः तस्मात् हलादेः. क्रियायाः समव्यवहारः क्रियासंव्यवहारः षष्ठीतत्पुरुषः. कस्मिन् क्रियासमव्यवहारे धातोः पञ्चम्यन्तम् एकाच् पञ्चम्यन्तम् हलादेः पञ्चम्यन्तम् क्रियासंव्यवहारे सप्तम्यन्तं यङ् प्रथमान्तम् अनेकपदम् इदं सूत्रं प्रत्ययपरश्च इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् एकाचः हलादेः धातोर् यङ् प्रत्ययः परस्य क्रियासंव्यवहारे सूत्रं वदति धातोरेकाचो हल्लादेहे क्रियासंव्यवहारे यङ् इति सूत्रं वदति सर्वदा वारं वारं यत् कार्यं भवति तत्र वादं वारं वारम् इत्युक्ते पुनः पुनः अथवा अधिश अर्थे अधिक अधिकं वारम् अधिक अधिक अधिक भवति अथवा सम्भवति इति अर्थेन अत्र दत्तं वयं चिन्तयामः महोदय शारीरिकं सम्यक् नास्ति सहायं करोतु. अनन्तरं धातोरेकाचो हलादि यम् आम् अत्र पञ्चम रूप विभक्तिः अस्ति धातोरेकाचो इति पञ्चम्यन्तं हलादेः अपि पञ्चम्यन्तं अनन्तरं क्रियासंव्यवहारे सप्तम्यन्तम् इत्युक्ते यङ् भवति क्रियासंव्यवहारे यदा निमित्तम् अस्ति इति क्रियासंव्यवहारे निमित्तं इत्युक्ते तस्य पूर्वं यङ् प्रत्ययः भवति इति समीपमस्ति महोदय महोदय क्षम्यतां म्यूट् मध्ये सम्भाषणं कुर्वती अस्ति. क्रियासंव्यवहारे इति सप्तमी अस्ति, प्रायः विषयसप्तमी स्यात् खलु, तस्मिन् तदा भवति इति. किमर्थं निमित्तं तु नास्ति खलु, साक्षात् विहारः अस्ति इति किमपि नास्ति खलु, तर्हि निमित्तसप्तमी नास्ति किन्तु विषयसप्तमी स्यात्. धन्यवादः महोदय, अहं न जानामि. अस्तु तदेव महोदय, साक्षात् निमित्तसप्तमी इत्युक्ते साक्षात् निमित्तं तत्र परे अस्ति चेत् निमित्तसप्तमी, नो चेत् यस्मिन् विषये एतादृशविवक्षायां तत्र यङ् प्रत्ययः भवति इत्युक्ते तदा तु विषयसप्तमी इति. अहं पठामि वा अग्रे? अनेन बोधो भवति यत् यङः त्रीणि निमित्तानि विवक्षा क्रियासमभिहारार्थे भवेत् क्रियासमभिहारे भवेत्, धातुः हल्लादिः भवेत्, धातुः एका च भवेत्, त्रिषु अन्यतमः नास्ति चेत् यङ् न भवति. यथा जागृधातुः हलादिः किन्तु अनेका च, अतः जागृधातोः यङ् प्रत्ययः न भवति. इक्षधातुः एका च किन्तु अजादिः, अतः इक्षधातोः यङ् प्रत्ययः न भवति. परन्तु भूधातुः हलादिः अपि अस्ति, एका च अपि अस्ति, अतः भूधातोः यङ् प्रत्ययः भवति. तर्हि आहत्य महोदय मणिमहोदय यथा पूर्वम् उक्तवान् आसीत्, त्रीणि निमित्तानि सन्ति अस्य प्रवर्तनार्थं, यङः पिधानार्थं. प्रथमम् अस्ति क्रियासमभिहारार्थे अस्ति चेत् इति विषयसप्तमी, तर्हि क्रिया विवक्षा तथा अस्ति चेत्. तदनन्तरं किमस्ति इत्युक्ते धातुः हलादिः एव भवेत्, अनन्तरं धातुः एका च भवेत्. यदि एकमपि न क्रियासमभिहारार्थे नास्ति चेत् प्रयोगः निश्चयेन यङ् न भवति. तथा एव धातुः अजादिः अस्ति, हलादि नास्ति चेत् तथापि यङ् प्रत्ययः न विधीयते. तथा एव अनन्तरं पुनः धातुः एकाच् नास्ति, अनेका च अस्ति चेदपि क्रियासमभिहारात् किम् अस्ति, यद्यपि क्रियासमभिहारार्थे अस्ति तथापि यङ् प्रत्ययः न भवति. तर्हि त्रीणि निमित्तानि अपि पूरणीयानि, तथा एव यङ् प्रत्ययः विधीयते इति. अस्तु तर्हि अग्रे विशिष्ट महोदय यथा उक्तवान् क्रियासमभिहारार्थे यङ् प्रत्ययः विधीयते इति सामान्यकार्यम् अस्ति, किन्तु केचन धातवः सन्ति यत्र विशिष्टनियमेन यङ् प्रत्ययः भवति, विशिष्ट नियमेन. अत्र तु क्रियासमभि पुनः यद्यपि क्षम्यतां क्रियासमभिहारार्थे एव अत्र पुनः विधीयते, सूचि सूत्रि मूत्रि मूत्रि अटति अर्ति शृणोतीनां यङ् वक्तव्यम् इति. अनेन किं भवति, क्रियासमभिहारार्थे एव सूचि सूत्रि मूत्रि इत्येभ्यः त्रिभ्यः अनेकाच् धातुभ्यः, एते तु अनेकाच् सह तथापि अनेन विशिष्टसूत्रेण यङ् प्रत्ययः विद्यते क्रियासमभिहारार्थे. अनन्तरम् अट् ऋ अश् ऊर्णु इति चतुर्भ्यः अजादिधातुभ्यः यङ् प्रत्ययः अपि भवति क्रियासमभिहारार्थे. इति अर्थे यङ् प्रत्ययस्य विधानं भवति इति वार्तिकम् अस्ति. तर्हि सूत्रं तु एकमेव अस्ति, धातोरेकाचो हलादेः क्रियासमभिहारेण. तत्र तु सूत्रे तु प्रकृतसूत्रे तु हलादिः भवेत्, एकाच् भवति इति निर्णीतम् इति किम् अस्ति आरोपितम् अस्ति. किन्तु अनेन विशिष्टवार्तिकम् अपि दत्तमस्ति, सूचि सूत्रि मूर्ति मुमूत्रि अटति अर्ति अनन्तरम् अश् इति अस्ति खलु, अश् पूर्णोतीनां यङ् वक्तव्यम् इति नेन यङ् प्रत्ययः क्रियासमभिहारार्थे विधीयते. अनन्तरम् अस्ति नित्यं कौटिल्यगतौ इति विशिष्टं सूत्रमस्ति, येन यद्यपि क्रियासमभिहारार्थे नास्ति, क्रियासमभिहारार्थे तु अत्र तु नास्ति, किन्तु अन्य विशिष्ट अर्थे यङ् प्रत्ययः विधीयते. नित्यं कौटिल्ये गत्वा, तर्हि नित्यं कौटिल्ये गत्वा इति सूत्रं किं वदति, गत्यर्थकधातुभ्यः कुटिलगमनार्थे एव यङ् धातु यङ् प्रत्ययो भवति, क्रियासमभिहारार्थे न. तर्हि गम् इति धातुम् उपयुज्य वयं रूपं यङ् प्रत्ययं योजयित्वा निर्माणं कुर्मः चेत् तत्र तु क्रियासमभिहारार्थे तत्र विवक्षा न भवति, किन्तु कुटिलगमनार्थे सम्यक् न गच्छति, कुटिलं गच्छति इति तादृश अर्थे भवति. गतिवचनात् धातोः कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययो भवति इति अस्ति इति प्रायः व्याकरणग्रन्थेषु उक्तमस्ति. पुनः तदेव अस्ति यत् इत्युक्ते गत्यार्थकधातुभ्यः कुटिलगमनार्थे एव यङ् प्रत्ययः इति. नित्यं द्वितीयान्तं क्रियाविशेषणं नित्यमिति क्रियाविशेषणम् अस्ति. कौटिल्ये सप्तम्यन्तं, कौटिल्ये अपि विवक्षायाम् इति सप्तम्यन्तं, गतौ सप्तम्यन्तं, गत्यर्थक कौटिल्यगतौ इति गतौ इत्यस्य विशेषणत्वेन भवति कौटिल्ये इति. तर्हि त्रिपदमिदं सूत्रं, धातोरेकाचौ हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः यङ् इत्येनोः अनुवृत्तिः, अनुवृत्तिसहितसूत्रं धातोः यङ् नित्यं कौटिल्ये गतौ इति. अस्तु, प्रश्नः सन्ति वा? तर्हि सामान्यसूत्रमस्ति क्रियासमभिहारार्थे विषये. अनन्तरं यद्यपि अनेकाच् धातवः सन्ति, अनन्तरम् अजादिधातवः सन्ति, तेषामपि केचनाः सन्ति यत्र विशेषत्वेन क्रियासमभिहारार्थे यं प्रत्ययः विद्यते. अनन्तरं गत्यर्थगधातूनां तु कुटिलगमनार्थे यं प्रत्ययः भवति, अत्र तु क्रियासमभिहारार्थे नास्ति. वयं पूर्वमपि वयं यङ् इत्यस्य इत्यस्मिन् करपत्रे अपि एतदेव वयं पठितवन्तः. भगिनी किमपि वक्तुम् इच्छति वा? भगिनि भगिनि किमर्थं नित्यम् इति तत्र क्रिया गत्यर्थकदातुभ्यः कुटिलगमनार्थे एव यङ् प्रत्ययः भवति, क्रियासमभिहारार्थे न भवति इति भवतु. यदा कदापि प्रयोगं भवति यङ् प्रत्ययस्य विधानं भवति, नित्यं तु तस्य अर्थे एव भवति, कुटिलार्थे एव भवति. अत्र प्रश्न उदेति यत् गत्यर्थकदातवः के प्रायः पञ्चविंशति अधिकत्रिशतं गत्यर्थकदातवः पञ्चाशत् अधिकत्रिशतं पञ्चाशत् गत्यर्थकदातवः सन्ति. ये ये धातवः गमनार्थे सन्ति ते सर्वे गत्यर्थकाः. अत्र ध्येयं यत् केचन गत्यर्थकदातवः अकर्मकाः पुनः केचन सत्कर्मकाः. अनेन नित्यं कौटिल्ये गतौ इति सूत्रेण एते सर्वे गत्यर्थकदातवः अन्तर्भूताः. अपरस्मिन् प्रसङ्गे गत्यर्थ अकर्मकश्लिषशीङ्स्था असौ असुवस् जनरूहजीर्यतिभ्यश्च इत्यनेन गत्यर्थक अकर्मकः अकर्मकश्लिष श्लिष शीङ् स्था आस् वस् वस जनृः जीर्याति जीर्यातिभ्यः धातुभ्यः ताप्रत्ययः कर्तृत्वे अपि विधीयते. अत्र गत्यर्थकधातवः च अकर्मकधातवः च पृथक् उक्ताः इत्यस्मात् गत्यर्थे सकर्मकधातूनाम् एव ग्रहणम्. अनेन सकर्मकगत्यर्थकधातुभ्यः कर्तृत्वे ताप्रत्ययौ भवति. बालकः ग्रामं गतः. अत्र भुवादौ धाव् गतिशब्दौ इति अकर्मक धाव् धातोः अकर्मकत्वात् एव कर्तृत्वे ताप्रत्ययः भवति. किन्तु प्रकृते नित्यं कौटिल्ये गतौ इति सूत्रे सर्वेषां गत्यर्थकधातूनां ग्रहणं प्रयत्नं करोमि भगिनि. अत्र प्रश्नः भवितुं भवति तथा गत्यर्थकधातवः अर्थं किं के के केचन धातः इति. अत्र प्रायः 350 गत्यर्थकधातवः सन्ति. ते धातवः सकर्मक वा अकर्मक वा अपि भवितुं रूपमपि द्वे रूपाः सन्ति रूपे सन्ति. विभागद्वयमस्ति खलु, विभागद्वयमस्ति. केचनाः तु अकर्मकाः सन्ति, अन्यपक्षे अपक्षे तु केचनाः सकर्मकाः अपि सन्ति. उदाहरणं गच्छति, सः ग्रामं गच्छति इति सकर्मकः भवति. किन्तु अश्वः धावति इत्यस्मिन् तु अकर्मकः अस्ति. यद्यपि गत्यर्थकः अस्ति तथापि अकर्मकः अस्ति. सः अटति, अकर्मकः अस्ति. अनन्तरं किम् अस्ति, मन्दिरं याति इति अस्ति, तत्तु सकर्मकः अस्ति. तथा भिन्न सकर्मकः भवि दातवः गत्यर्थकदातवः अपि सन्ति, अकर्मकः अपि सन्ति. सूत्रम् अत्र दृष्ट्वा वयं सकर्मकानां ग्रहणम् अस्ति वा अकर्मकानां ग्रहणम् अस्ति वा इति प्रश्नः उदेति. तर्हि अत्र किम् उक्तमस्ति इत्युक्ते, किमपि न उक्तं, सकर्मकाः इति न उक्तम्, अकर्मकाः इति न उक्तम् इति कृत्वा उभयोः अपि ग्रहणं भवति इति वयम् अवगच्छामः. किमर्थम् इत्युक्ते, पाणिनिः सामान्यतया तु अत्र अकर्मक भिन्नसूत्रमस्ति, तदर्थं भिन्न. अत्र तु सर्वेषां गत्यर्थकानाम् उल्लेखनम् अत्र अस्ति. गतौ इति ग्रहणेन सकर्मकानामपि भवति, अकर्मकानामपि भवति. किन्तु विशिष्ट भिन्न पृथक्तया महोदयेन अत्र लिखितम् अन्यसूत्रमस्ति, यत्र गत्यर्थ अकर्मक श्लिष्यति इतप्रत्ययस्य विधानसूत्रमस्ति. तत्तु प्रकृतविषयं नास्ति, तथापि तदुक्त्वा महोदय किम् उक्तवान् इत्युक्ते, तत्र तु यद्यपि गत्यर्थक इति आगच्छति, तथापि अनन्तरम् अकर्मक इत्यपि अस्ति. तर्हि तदा तु धावति इति धाव् धातुः अकर्मक इत्यस्मिन् पतति, आपतति, गृह्णाति इति कृत्वा तस्मिन् सूत्रे गत्यर्थक गत्यर्थ इत्यस्य ग्रहणं तु सकर्मकानां ग्रहणम् अस्ति. किमर्थम् इत्युक्ते अकर्मक इति अग्रे एव आयाति, किन्तु अस्मिन् सूत्रे उभयोः अपि ग्रहणम् इति उक्तवान्. पुनः वदति, नित्यं कुचल्ये गतौ इत्यस्मिन् अत्र अत्र सकर्मक वा अकर्मक दातौ भवितुम् अर्हति. प्रश्ने सति उभयोः अपि ग्रहणम् इति तावदेव. गत्यर्थ अकर्मक इति सूत्रे केवलम् अकर्मकदात एव, तत् भिन्नसूत्रमस्ति. गत्यर्थकर्मकश्लिषति भिन्नसूत्रं, त्यजतु भगिनि, तत्तु न आवश्यकमेव अस्मिन् सूत्रे. अत्र तु नित्यं कौटिल्ये गतौ इत्यस्मिन् तु सकर्मकाः अपि अन्तर्भूताः, अकर्मकाः अपि अन्तर्भूताः. अन्यत् तु भ्रमः भवति. धातु सकर्मकधातु गम्, अत्र बालकः ग्रामं गतः, धातु गत्यर्थक अकर्मकधातु. अत्र अकर्मकत्वात् कर्तृत्वे त्यजामः, न आवश्यकम्. किन्तु प्रकृते प्रकृतसूत्रे नित्यं कौटिल्ये गतौ इत्यस्मिन् सर्वेषां लुपसदचर जप जपदः दश ग्रुभ्यो भावगहायां सूत्रं लुप् सद् चर् जप् जब् दः दश् ग्रु इति धातुभ्यः क्रियायाः भावगाहार्थे एव यङ्प्रत्ययो भवति, अपरेषु अर्थेषु न भवति। भावशब्देन क्रियासङ्केतः क्रियायाः निन्दा अर्थात् असमीचीनरीत्या क्रिया सम्पन्ना इत्यस्मिन् अर्थे भावग्रहः उपयुज्यते। लुपश्च सदश्च चरश्च जपश्च जभश्च दशश्च दशश्च गृह् च तेषाम् इतरेतरद्वन्द्वः लुपसद चर जप जप दह दश गर तेभ्यः लुप् सदचर जप जप दह दश गृभ्यः भावस्य गर्ह भावगर्ह तस्यां भावगर्हायां लुप् सदचर जप जप दश दश गृभ्यः पञ्चम्यन्तं भावग्रहायां सप्तम्यन्तं द्विपदमिदं सूत्रं नित्यं कौटिल्यो गतौ इत्यस्मात् एकः एव कारकार्थकः एवकारार्थकं नित्यम् इत्यस्य अनुवृत्तिः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् यङ् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं लुपसदचर जप जभ दह दश् गृभ्यो यङ् यङ् नित्यं भावगहायाम् ओके दीर्घसूत्रमस्ति लुपसदचर जप जपदः दश गृभ्यो भावगर्हायाम् अत्र अनेकधातवः सन्ति लुप् सद् चर् जप् जब् दह् दश् गृ इति धातुभ्यः क्रियायाः अत्र न तु धातु समाभिहारे क्रियासमभिहारे नास्ति अर्थे नास्ति, परन्तु क्रियायाः भावग्रहार्थे एव यङ्प्रत्ययः विधीयते। भावशब्देन क्रियासङ्केतः अत्र महोदय उक्तवान् क्रिया असमीचीन सम्यक् न करोति इति सम्यक् नास्ति भगिनि निन्दारूपेण सम्यक् न करोति सः पाककार्यं सम्यक् न करोति इति तादृशं कुर्मः खलु तदर्थमेव ते धातवः यङ् प्रत्यय विधीयते। अनुभूतिसूत्रं लुपसदचर जप जप दह दशकृभ्यो यं नित्यं भावकहायां तत्रापि नित्यम् इति दत्तम्। केवलम् अर्थमस्ति भावगहायामेव उदाहरणमत्र दत्तं चर् योगः यं चक्षुर्य इति चञ्चूर्य इति यङ्गन्तधातोः अर्थः निन्दितरूपेण चलनं गर्हितं चरति चञ्चूर्यते गर्हितं लुम्पति लोलुप्यते लुप्पपि दत्तम् ओके तत्र छर् धातु दीर्घसूत्रे उक्तं ततः चर्य वयं द्वित्वमिति भूत्वा चञ्चूर्य इति यङ्गन्तधातुः निष्पन्नं भवति, तदनन्तरम् अर्थमस्ति निन्दितरूपेण चलनं प्रत्यय आत्मनेपदी संयोजनेन चञ्चूर्यते इति रूपं लट्लकाररूपमस्ति. तदेव लुम्पति कर्षितं लुम्पति लोलुप्यते इति अन्य उदाहरणं दत्तम् अत्र. धन्यवादः. भगिनि एकनिमिषं भगिनि, क्षम्यताम्. अस्तु, चर्योगः यङ् भगिनि, तर्हि तद् एक मया न श्रुतं, वन् मिनिट् वसन्ट् एबल् टु लिसन्. तर्हि यङ् प्रत्ययः कुत्र कुत्र भवति इति चेत् चतुर्णां सूत्राणां वार्तिकालान् च मिलित्वा अर्थः एवम्. अजादिधातुषु अट् रु अष् ऊणु इत्येभ्यः एव यङ् भवति. अवशिष्टेभ्यः अजादिधातुभ्यः यङ् न भवति. हलादिधातवः विविधाः, अनेकाचः एकाचः च. अनेकाच् धातुषु केवलं सूची सूत्री मूत्री इत्येभ्यः यङ् भवति. अवशिष्टेभ्यः हलादि अनेकाच् धातुभ्यः यङ् न भवति. सर्वे निजन्ताः सनन्ताः च धातवः अनेकाचः, अतः तेभ्यः यङ् न भवति. चुरादिगणे यावन्तः धातवः ते सर्वे अनेकाचः, अतः तेभ्यः अपि यङ् न भवति. दिधि विवि दरोद्रा जागृ चकास् इत्यादिभ्यः अपि यङ् न भवति. पत् वद् मुद् बुध् इत्यादिभ्यः सर्वेभ्यः एकाच् हलादिधातुभ्यः यङ् प्रत्ययः भवति. अस्तु, अत्र यङ् कुत्र कुत्र भवति इति विवरणं कृतं. चतुर्णां सूत्राणाम् एतद् वदति इति न तत् चतुर्णां सूत्राणां पठितं, ते कथं कथं कार्यं करोति इति. आचादिदातुषु अत्र अट् रु अष् ऊर्णु ते एव यङ् भवति. सर्वे अवशिष्टेभ्यः अजादिदातुभ्यः यङ् न भवति. तत्तु एक चत्वारः एव अजादिधातुषु न भगिनि, चत्वारः एव चत्वारः एव. आम्, अत्र हलादिधातुवः विशिष्टवार्तिकम् आसीत् खलु, अनेन सूचीसूत्रम् इति वार्तिकं पठितं खलु अस्माभिः. हा हा, तदेव तदेव पूर्णं. अस्तु, हलादिधातवः द्विविधाः, अनेकाच् एकाच्. अत्र एकाच् अनेकाच् धातुषु सूची इदेव एतदेव सूची सूत्री मूत्री. तद् तत्सूत्रे एव पूर्णो अपि अस्ति न. इदानीं दृष्टं. हा हा, अस्तु अस्तु, तदेव अत्र सूची सूत्री मूत्री एव कार्यं करोति यङ् भवति अत्र अवशिष्टे हलादि अनेक दातव्या एण् न भवति अत्र निजन्तः दातवः तदपि यङ् न भवति चिरादिगणे दातवः सर्वे अनेकाच् अत्र दिधि द्वे अपि यङ् न भवति परन्तु अत्र चिरादिगणे दिधि इति आगच्छति न चिरादिगणे न दिधि चिरादिगणे न भगिनि नास्ति भगिनि नास्ति चिरादिगणे दिदि दिदि वेवि ते चिरादिगणे ते किं किं गणे अस्ति दिदि वेवि द्रष्टव्यं भगिनि अस्तु अस्तु एतद् पञ्चदातवः न पञ्चदातवः अपि यङ् न भवति इति वदति पट् वद् मुद् बुद् एते सर्वे एकाच् हलादि दातुभ्यः ते यङ् प्रत्ययः भवति इति अस्तु अग्रे पठामि अग्रे अग्रे अन्यः पठति वा भगिनी महोदय पठतु मणिमहोदय यङन्तस्य धातुसंज्ञा इति महोदय अहं वा आं महोदय अस्तु महोदय यङन्तधातु सम्यक् यङन्तस्य धातु सम्यक् पठतु महोदय न श्रूयते महोदय म्यूट् जातम् हरि ओम् ओ महोदय महोदय न श्रुतवन्तः महोदय वयं महोदयस्य भङ्गं जातम् आरम्भतः पठति वा कृपया सम्यक् नास्ति अधुना पठतु अधुना श्रूयते आरम्भतः पठति वा कृपया मध्ये मध्ये भवतः ध्वनिः भङ्गः जातः कृपया पठतु इति प्रार्थितवती प्रयत्नं करोमि पुनः सनाद्यन्तदातवः गुप्तजिक्तभ्यः सन् इत्यस्य सन् इत्यारभ्य कमे निङ् इत्यस्य निङ् इत्यन्तं द्वादशप्रत्ययाः येषाम् अन्ते भवन्ति तेषां धातुसमिका स्यात् द्वादशप्रत्ययः एते सन् क्वच् क्यच् काम्यच् क्यस् क्यङ् क्लिप् निङ् इयं निच् यक् आय् यङ् सन् आदौ येषां ते सनादयः सनादयः अन्ते येषां ते सनाद्यन्ताः सनाद्यन्ताः प्रथमान्तं धातवः प्रथमान्तं द्विपदान्तं सूत्रं सूत्रं स्वयं सम्पूर्णं सनाद्यन्ताः धातवः इदानीं सम्यक् अस्ति महोदय अस्तु यङ् यदा यङ् प्रत्ययः भवति तदपि तादृशसमयः भवति कुत्र भवति इत्युक्ते सनातनदातवः इति अपि एव वदति भवति अनन्तरं गुप्तिभ्यः छन् इत्यस्य आरभ्य कमेनिङ् इत्यस्य इत्यस्य निङ् इत्यस्य द्वादश येषाम् अन्ते द्वादश पूर्वमेव पठितवन्तः द्वादश आदिदेशे सन्ति ते अन्यतमः यङ् अपि अन्यतमः अस्ति इति द्वादश अत्र दत्तं सन् क्यच् काम्यच् क्यस् क्यङ् क्विप् लिङ् यङ् निच् यक् आय् यङ् इति द्वादश धातोः न द्वादशप्रत्ययः सन् आदौ येषां सन् आदौ अस्ति चेत् सनादयः अन्ते अस्ति चेत् सनाद्यन्ताः इति भवति. सनाद्यन्ताः विभक्ति सनाद्यन्ताः धातोः प्रथमान्तं सनाद्यन्ताः अपि प्रथमान्तं धातोः अपि प्रथमान्तं इति तत्र स्वयं सम्पूर्णं जनात्यन्ता दातवः इति. एकवारं यदा धातुसमीका सिद्धा तदा तस्मात् धातोः कस्यापि लकारस्य तिङ् प्रत्ययः अथवा कोऽपि कृत् प्रत्ययः संयोजयितुं शक्यते. यदा रीत्या अन्येभ्यः धातुभ्यः प्रत्ययः उदीयन्ते किन्तु देयं यत् अणुधातो मित्त च धातुभ्यः केवलम् आत्मनेपदप्रत्ययाः विधीयन्ते. किं महोदय? ओ क्षम्यतां महोदय, न श्रुणोमि महोदय. यत्र धातुसंज्ञिका भवति यङ्गन्धधातुः धातुसंज्ञिका भवति अभौ दत्तम्, अत्र तिङ्प्रत्ययः अथवा कोऽपि कृत्प्रत्ययः अपि योजनं कर्तुं शक्यते. तदा धातुप्रत्ययः उदीयते. अनन्तरम् अनुधातो अग्नितः इत्यस्य धातुसंज्ञिका केवलम् आत्मनेपथ्यरूपमेव भवति इति. अनुधातु पठामि सूत्रं महोदय. अनुधातो अग्नित आत्मनेपदं यस्य धातोः अनुधातस्य मकारस्य च इति समीका भवति सः धातुः आत्मनेपदिनः आत्मनेपदि. अनुदातश्च च अनुदातौ तौ पितौ यस्य सः अनुदात नित द्वन्द्वगर्भः बहुव्रीहि तस्मात् अनुदात नित. अनुदात नित् पञ्चम्यन्तम् आत्मनेपदं प्रथमान्तं द्विपदं तं सूत्रम्. वादयोः धातोः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. टीकाकारः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपणेन यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन्. अनुवृत्तिसहितसूत्रम् अणुधातो मितो मितः धातोः लस्य आत्मनेपदम् सूत्रं वदति अनुदातो मितः आत्मनेपदम् इति सूत्रे यत्र नकारः इत्समीका भवति अत्र अनुदातो आत्मनेपदीभावं भवति इति. अनन्तरम् अनुदातो बहुविधिः तस्मात् अनुदातः इति धातोः ग्रन्थः टीकाकारः वदन्ति पूर्वम् अनुदातं मितः पञ्चम्यन्तम् आत्मनेपदम् इति दत्तं, परन्तु टीकाकारः वदति आत्मनेपदीरूपं कथं भवति इत्युक्ते यङ् प्रत्ययः लस्य इति स्थाने भवति अतः एव पदम् आयाति आक्षेपणेन आक्षेपणेन वदन्ति लस्य इति स्थाने एव यं प्रत्ययः भवति इति. इत्युक्ते षष्टि स्थाने वा महोदय? यस्य धातोः अनुधातो स्वरस्य नकारस्य संज्ञा भवति सः धातोः आत्मनेपदी. अनुदातश्च अनुदातश्च ङ च अनुदातज्ञौ तौ इतौ यस्य सः अनुदातनित् द्वन्द्वगर्भबहुव्रीहिः तस्मात् अनुदातनितः. अस्तु, द्वादधातवः इत्यस्मात् धातोः टीकाकारः सूचयति यत् लस्य इति पदम् आयाति आक्षेपणेन यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन्. तर्हि अनुदातनितः धातोः लस्य आत्मनेपदम्. तर्हि केवलम् अत्र तु यङ् यत् योजयामः तथा तु नित् भवति खलु, निदन्तं नित् इति नूतनधातुः यदा प्राप्नुमः तत्तु नित्येव अस्ति खलु, ङकारस्य इत्संज्ञा जातः, यङ् इत्यस्मिन् ङकारः अस्ति तस्य इत्संज्ञा जातः इति कृत्वा आत्मनेपदत्वं प्राप्नोति. किन्तु अनुवृत्तिसहितसूत्रे साक्षात् पश्यामः चेत् अनुदातनितः आत्मनेपदम् इति एव दत्तम् अस्ति खलु. तर्हि धातोः इति तु अनुवृत्तिः आगच्छति, किम् अस्ति 131 इति सूत्रात्. किन्तु केचनाः वदन्ति लस्य इत्यपि स्वीकर्तव्यम् इति अनुवृत्तिसहितसूत्रे. तर्हि अस्माकं प्रश्नः आगच्छति, लतः लस्य इति कुतः वयं स्वीकुर्मः? अत्र तु पूर्वे तु लस्य इति किमपि नास्ति खलु. तर्हि सूत्र अत्र तु टीकाकाराः वदन्ति आत्मनेपदम् इत्यस्मिन्नेव लस्य स्थाने एव आत्मनेपदम् आगच्छति खलु, आत्मनेपदसंज्ञकप्रत्ययः लकारस्य स्थाने एव खलु. प्रथमं तु लकारः एव अस्ति, यत् लट् लोट् लङ् इति लकाराः सन्ति खलु, तत्रैव आत्मनेपदम् इति आगच्छति इति कृत्वा लस्य इत्यपि अनुवृत्त्यां स्वीकुर्मः इति. धन्यवादः महोदय. अग्रे अहं पठामि वा, अहं पठामि. यङ् धातोः नित् अतः सर्वे यङन्तदातवः आत्मनेपदिनः इति तद् भवान्. परन्तु अत्र लस्य धातो एव तद् कार्यं वा? लस्य आत्मनेपदम् इति लस्य धातोः लस्य आत्मनेपदम् इति लकारस्य स्थाने एव आत्मनेपदं भवति खलु. अन्ये कृदन्तः सन्ति चेत् आत्मनेपदम् इति किमपि नास्ति खलु. यङ् प्रत्ययस्य नित् अतः सर्वे यङन्तदातवः आत्मनेपदिनः. सर्वे यङन्तदातवः च अदन्ताः अतः य इति मध्ये अन्ते आगच्छति खलु. तर्हि यकारः अनन्तरम् अकारः अस्ति, अकारः अपि अस्ति. अदन्ताः अतः प्रथमगणसमूहस्य तिङ् प्रत्ययाः विधीयन्ते. प्रथमभुआदिगणस्य अदन्ताः सन्ति इति कृत्वा समानं भवति रूपाणि इति. तस्मात् च तिङ् प्रत्ययसंयोजनेन सुलभं सरलतया वयं प्राप्नुमः. अस्माकं प्रमुखकार्यम् अत्र धातोः साधनम्. यदि वयं धातुनिर्माणं कुर्मः चेत् अनन्तरं तु किम् अस्ति आत्मनेपदीनां धातूनां योजनं बहु सरलम् अस्ति. किमर्थम् इत्युक्ते भुआदिगणस्य यथा तथा एव अस्ति अत्र अस्ति रूपाणि. यथा वन्दते वन्दे वन्दन्ते तथा एव अत्रापि. यङन्तधातुसाधनमेव आददातुकप्रक्रिया अन्तर्गतं. यत्र तिङ् ते इति अन्ते इति योजयामः तत्तु सार्वधातुकप्रक्रिया अस्ति. कर्तरते भवति इति कृत्वा तिङ्गपि तिङ्क्षित् सार्वधातुकमिति सार्वधातुकप्रक्रिया भवति. किन्तु यङन्तनिर्माणं तु सार्वधातुकप्रक्रिया भवति इति. अतः अग्रे लटि लोटि लिङ्गि विधिलिङ्गि च तिङ् निर्माणं सार्वधातुकप्रक्रियानुसारि एव अस्ति इति कृत्वा वयं सार्वधातुकप्रक्रिया आत्मनेपदीनां वयं यानि ये प्रत्ययाः वयं पठितवन्तः तेषामेव अत्र प्रयोगः भवति इति. अग्रे सरामः. पुनः अरुणा भगिनी पठति वा भगिनि? द्वित्वकार्यमपि साधितवान् खलु वयं, द्वित्वं तु वयं पूर्वमेव पठितवन्तः. आम् इति कृत्वा केवलं वयम् अत्र एतद्वयं निश्चयेन पठित्वा वयं विरमामः अद्य. ओके, आत्मनेपदी धातूनाम् अदन्त अङ्गानां वयं तु जानीमः एव. अत्र प्रश्न उदेति यङ् धातुभ्यः यङ्गतधातुभ्यः अभ्यस्तसंज्ञः अतः किमर्थं न अदभ्यस्तात् इत्यनेन झा स्थाने अत् आदेशः न तु जो अन्तः इत्यनेन झा स्थाने अन्त आदेशः. उत्तरमस्ति यत् उदाहरणं देदीया योग शप् योगते देदीया प्रथमं देदीया योभते इति स्थले देदीया इति धातोः उभे अभ्यस्तम् इत्यनेन दित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञाः अवश्यं. किन्तु ते प्रत्ययाम् अधिकृत्य अङ्गम् अभ्यस्तसंज्ञं नास्ति. अङ्गस्य अन्ते शप् अस्ति. शबन्तस्य अङ्गस्य यथा यया रीत्या धातुसंज्ञा नास्ति तया एव रीत्या अभ्यस्तसंज्ञः अपि नास्ति. अपि च अदन्ताभ्यस्तात् इति सूत्रे पञ्चमी विभक्तिः अस्ति. पञ्चमी इति कारणात् तस्मात् इति उत्तरस्य इत्यनेन साक्षात् अनन्तरं कार्यं भवेत्. अभ्यस्तसंज्ञकात् अङ्गात् शप् अस्ति न तु झ. अतः अदभ्यस्तात् इत्यस्य प्रसक्ति नास्ति एव. ओके, सम्यक्. प्रसक्तिः नास्ति एव. तर्हि किमर्थं न आत्मनेपदे पदेषु अनतः इत्येन जा स्थाने अन्तादेशः? आत्मनेपदेषु अनतः वक्ति यत् अनदन्त अङ्गात् आत्मनेपदसंज्ञकप्रत्ययस्य झकारस्य अत् आदेशः. यङन्तधातुः आत्मनेपदि इति तु अस्ति, किन्तु सबन्तम् अङ्गम् अनदन्तं न, अपि तु अन्त अदन्तमेव. अदन्तम् इति कृत्वा आत्मनेपदेषु अनतः इत्यस्य प्रसक्तिः नास्ति. अतः अन्ततो गत्वा जो अन्तः इत्यनेन जकारशस्थाने अन्त आदेशः. तदर्थं लटि अन्ते, लोटि अन्तां, लङि अन्त अन्त इति भवति. अत्र प्रश्न भवति, क्षम्यतां भगिनि, रिफ्रेश् कार्ड्. प्रश्न अस्ति, अद्य अदभ्यस्तात् इत्यनेन सूत्रेण जास्थाने अत् आदेशः न कृतं, न तु जो अन्तः इत्यनेन जास्थाने अन्त आदेशः भवति इति प्रश्नः अस्ति. उत्तरं दत्तं, धातु यङन्तधातु आदिदेशधातु देदीय योगः शप् योगः ते. देदीय प्रथमं देदीय ते लस्य स्थाने ते आगच्छति. इति स्थले देदीयधातु उभे अभ्यस्तम् इत्यनेन द्वित्वनन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञकः अस्ति. द्वित्वं भूत्वा देदीययुगते अस्ति, अत्र समये एव अभ्यस्तसंज्ञकः अस्ति उभे अभ्यस्तम् इति सूत्रेण. परन्तु ते प्रत्यय स्वीकृ आधार्य अधिकृत अङ्गम् अभ्यस्तसंज्ञकं नास्ति. अहं नावगतं भगिनि, ते प्रत्ययं योगः शप् योगः ते इति भवति इति उक्तवन्तः. देवीये तु नूतनधातुः, शप् इति विकरणप्रत्ययः, अनन्तरं ते इति अस्ति, तर्हि देवीय ते इति एव भवति प्लस् ते इति. अत्र किमर्थम् इति अस्ति, किन्तु बहुवचने पश्यति चेत् ते इति अन्ते इति अस्ति खलु अस्माकं, एकेन सूत्रेण अन्ते भवति जोन्तः इति सूत्रेण अन्ते. किन्तु अत्र तु यङन्तदातुः अभ्यस्तसंज्ञकः, अतः किमर्थम् अदभ्यस्तात् इत्यनेन अत् आदेशः किमर्थं न भवति इति प्रश्नः. अभ्यस्तसंज्ञकः अस्ति खलु, यङन्तदातुः तु द्वित्वकार्यं भूत्वा एव वयं प्राप्नुमः खलु. तर्हि अभ्यस्तसंज्ञकाः भवन्ति, तर्हि अत् इति आदेशः भवति स्म. ते इति अन्ते इति मास्तु, अते इति भवति स्म, किमर्थं तथा नास्ति इति प्रश्नः. तदा अवगतं भगिनि, ते स्वीकृत्य न अवश्यं, किन्तु ते प्रत्ययम् अधिकृत्य अङ्गम् अभ्यस्तसंज्ञकः इति एव अग्रे उक्तमस्ति. यथा धातुसंज्ञा नास्ति, यथा देदीय इति तु इति नूतनधातोः अभ्यस्तसंज्ञा प्रायः भवेत्, यङ् प्रत्ययं योजिते धातुसंज्ञा भवति. किन्तु यदा वयं शप् योजयामः तदनन्तरं तु तस्य धातुसंज्ञापि नास्ति, अभ्यस्तसंज्ञापि नास्ति. अङ्गं भवति, केवलम् अङ्गं भवति, अदन्तम् अङ्गं भवति इति कृत्वा अभ्यस्तात् इत्यस्य प्रसक्तिः प्राप्तिः अपि न भवति. अनदर् अन्य कारणमपि दत्तम्, अदभ्यस्तात् इति सूत्रे पञ्चमी विभक्तिः अस्ति. पञ्चमी इति सूचनं करोति परकार्यं भवति. तस्मात् इति उत्तरस्य इत्यनेन साक्षात् अनन्तरं कार्यं भवेत्. अत्र शप् अस्ति, अत्र कार्यं कर्तुं न भवति अवस्था, न शक्नोति. अतः अद्यभ्यस्तात् इत्यस्य प्रसक्तिः नास्ति एव. तर्हि अन्यत् सूत्रमस्ति, तर्हि किमर्थम् आत्मनेपदेषु अनतः इति सूत्रेण किमर्थं जस्थाने अत्तादेशः किमर्थं पुनः न भवति? अत्र आत्मनेपदे पदेषु अनतः अत्र धातु अनदन्त अङ्गत् एव, धातु न अङ्गम् अनदन्त अङ्गम् अस्ति चेत् एव जकारस्य स्थाने अत् आदेशः भवति. परन्तु अत्र यङ्गन्त धातु सर्वे वयं जानीमः अदन्ताङ्गं, या योग अन्तदाता अस्ति तथा सर्वे अदन्तदातवः न अनदन्त. ततः आत्मनेपदेषु अनतः इति सूत्रं कार्यं कर्तुं न शक्नोति. तदेव अन्तिम अभिप्राय सूत्रं जोन्तः एव कार्यं कृत्वा स्थाने अन्ते एव आदेशः भवति. अग्रे अहं त्यजामि सर्वं. कर्तरिषप् इति वयं बहुवारं पठितवन्तः. अनन्तरं डुदाय् दाने इति दातुं स्वीकृत्य उक्तमस्ति रूपाणि. देदीय इति यङन्तर्दातुं वयं प्राप्नुमः द्वित्वं भूत्वा, अनन्तरं यङ् प्रत्ययं भूत्वा देदीय इति भवति. एकवारं पश्यामः वा देदीय इति कथं भवति इति अग्रेपि आयाति. संयोगोः इत्यनेन फस्टं प्रथमं तु दा धातुः अस्ति, अनन्तरं पश्यामः, चिन्ता नास्ति. देदीय इति यङन्तदातुः भवति, तदनन्तरं देदीययोगः ते इति आत्मनेपदिप्रत्ययः भवति. तदा तु कर्तृत्वप्रयोगः अस्ति इति कृत्वा कर्तरि शप् आगच्छति. कर्तरि शप् भूत्वा देदीययोगः शप् योगः ते इति भवति. शप् इत्यस्य शकारस्य पकारस्य लोपं भूत्वा देदीययोगः अयोगः ते इति भवति. तदा तु अतो गुणे इति सूत्रेण पूर्वपयोः स्थाने एकः पररूपः भवति. देदी या इति न भवति, केवलम् अतो गुणे इति न देदीय इत्येव पुनः तिष्ठति. यद्यपि शपि आनयामः वयं, तथापि देदीय इत्येव तिष्ठति. देदीयते इति रूपं प्राप्नुमः इति. अतो गुणे इति सूत्रं वदति अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपः एव भवति. अत्र तु सन्धिकार्यम् अदीर्घा सन्धिः आदेशः न भवति इति, सवर्णदीर्घसन्धिः न भवति इति सूत्रं वदति. अग्रे वयं गच्छामः. उदाहरणरूपेण देदीयते, देदीयेते, देदीयन्ते. यथा वयं वन्दते, वन्देते, वन्दन्ते, तथा एव देदीयते, देदीयेते, देदीयन्ते. देदीयसे, देदीयेथे, देदीयद्वे, देदीये, देदीयावहे, देदीयामहे. अन्यानि रूपाणि अपि समानानि भवन्ति. तर्हि वयम् एकवारं वयं धातुनिर्माणं कुर्मः चेत् वयम् आत्मनेपदि यत् लट् वा लोटि वा लङि वा विधिलिङ्गि वा रूपं तु वयं जानीमः एव. प्रत्ययस्य योजनं भुआदिगणवत् एव भवति इति उक्तमस्ति. अत्र वर्गे महोदय प्रश्नं पृष्टं, यङ् कर्तरिष कार्यं भवति वा यङ् लघुधातूनाम् इति प्रश्न. किमर्थम् इत्युक्ते कर्तृत्वे प्रयोगः अस्ति इति कृत्वा कर्तरिषक् भवति एव. यङ् लघुन्त अपि परे यङ् लुगन्तविषये भगिनि, अत्र शप् न आगच्छति. यङ् लुगन्ताः तु, यङ् लुगन्ते तु शप् प्रत्ययः न भवति. अदादिवत् भवति इति कृत्वा शप् प्रत्ययः न भवति, अदादिगणवत् भवति. अन्य कारणमपि, ही सेड् समथिङ्ग् जगृति समथिङ्ग् सूत्रेण अत्र लुक् भवति शप् इति उक्तवान् शर्लत् भगिनी चान् अहं श्रुतवती क्लास् वर्ग ध्वनिम् उत्तरम् अत्र चर्चा अभवत् किं भगिनि यङ्ग् लोकन्तधातूनां शप् आगच्छति परन्तु एकसूत्रम् उक्त गणसूत्रम् समथिङ्ग् गणसूत्रमस्ति इति कृत्वा शप् लुक् भवति तदेव शपः शप् गणम् अस्ति वा गणसूत्रे शप् तु धातोः शप् परश कर्त्र्यां भादिगण गणं निर्मीयते खलु शप् विधानेन गणं निर्मीयते तर्हि वयं तु वयं पूर्वं पठितवन्तः वयं यङन्तदु धातूनां विषये वयं तत्र किं गणेन च इति किमपि आसीत् खलु सूत्रं नास्ति तत् केवलं कारिका अस्ति यत् निर्दिष्टं गणेन च पञ्च अपि यङ्लुकि न भवति इति वयं पठितवन्तः अष्टिपा शपा अनुबन्धेन निर्दिष्टं यद् गणेन च यत्र एकात् ग्रहणं किञ्चित् पञ्चैतानि न यङ्लुकि इति इत्यनेन शप् इति तु गणनिर्माणं क्रियते शप् इति विधानं तु गणनिर्माणं क्रियते इति कृत्वा प्रायः तथा स्यात् किन्तु मम तु गणं साक्षात् नास्ति खलु मम मतिः एवम् अस्ति केवलम् अत्र अदादिगणवद् भवति इति कृत्वा किञ्चन वयं शप् न आनयामः अत्र तु द्वादिगणवद् भवन्ति इति कृत्वा शप् निश्चयेन भवति तत्र ते अस्ति सार्वधातुके प्रत्यये परे शप्रत्ययः विधीयते अग्रे गच्छामः तर्हि भगिनी कियत्पर्यन्तं महोदय कृतवान् वर्गे अपि कृतवान् भगिनि द्वित्वकार्याणि सर्वाणि कृतवान् वा न सर्वं न केवलं संयोगोः कृतवान् वा या ओ केवलं संयोगोः एकाचो द्वे प्रति अपि अजादे तत् वयं पूर्वं पठितवन्तः एव खलु तर्हि वयं तु सर्वप्रथमं यङ् विधीयते धातोः अनन्तरं दातुः अस्ति दा प्लस् यङ् इति प्रथमं तु विधीयते तदनन्तरं यदा यङ् विद्यते धातुसंज्ञा भवति अनन्तरं यङ् निमित्तीकृत्य अङ्गकार्याणि सम्भवन्ति यथा दा इत्यस्य धि भवति तर्हि तादृशकार्याणि भवन्ति उदाहरणार्थं सम्प्रसारणकार्यं न लोपः इत्यादीनि कार्याणि भूत्वा अत्र तु दादातोः तु दि इति रूपं भवति तदनन्तरं दीदी इति भवति तदनन्तरं किं भवति इत्युक्ते तत्रैव द्वित्वकार्यं केन सूत्रेण भवति इत्युक्ते संयोगोः इत्यनेन वयं यङन्तदा यङ्लुगन्तदातूनां यथा संयोगोः इत्यनेन जातं तथा एव यङन्तदातूनामपि सयङोः इत्यनेनैव समानकार्यमस्ति खलु यङ् धातोः एव अस्ति सनन्तस्य यङन्तस्य च धातोः अभ्यासस्य प्रथम एकाच् अवयस्य द्वे स्तः इति भवति अनन्तरम् अजादिः अस्ति चेत् द्वितीयस्य भवति इति तावदेव पूर्वम् अस्माभिः यत् पठितं तदेव अस्ति गृहपाठरूपेण एकवारं पठित्वा आगच्छामः वा एतत् सर्वम् अद्य तु समयः नास्ति रूपेण पठामः चेत् प्रायः साधु भवति अस्माकं धन्यवादः भगिनि धन्यवादः शुभरात्रिः.